पद्मपुराणं खण्डं 2 भूमिखण्डः अध्यायं 98 सूत उवाच एवमुक्ते शुभे वाक्ये विज्वलेन महात्मना कुञ्चलो वदतां श्रेष्ठस्तोत्रं पुण्यमुदैरयद ज्ञात्वा नत्वा हृषिकेशं सर्वक्लेशविनाशनम् सर्वश्रेयःप्रदातारं हरे स्तोत्रमुदीरितं वासुदेवाभिधानं तत्सर्वश्रेयःप्रदायकं मोक्षद्वारं सुखोपेतं शान्दिदं पुष्टिवर्धनं सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्धनं वासुदेवस्य यत् स्तोत्रम् विज्वलाय प्रकाशितं वासुदेवाभिधानं चाप्रमेयं पुण्यवर्धनं सोऽवगम्यपितुः सर्वं विज्वलः पक्षिणां वरः तत्र गन्तुं प्रजक्राम पितुः पृष्ठं तदा नृप एवं गन्तुं कृतमधिं विज्वलं ज्ञानपारगम् उवाच पुत्रं धर्मात्मा उपकारसमुद्यतं कुञ्चल उवाच पुत्र तस्य महाज्ञानी पादगं भूपदे शृणु यदो गत्वा पठस्वत्वं सुबाहोश्चोपशृण्वतः यथा यथा श्रोष्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति श्रीवासुदेवस्य न संशयो वै तस्य प्रसादात् सुशिवं मयोक्तम् आमन्त्र्य स गुरुं पश्चादुड्डीय लघुविक्रमः आनन्दकाननं पुण्यं सम्प्राप्तो विज्वलस्तदा वृक्षच्छायां समाश्रित्य उपविष्टो मुदान्विदः समालोक्य स राजानं विमानेनागतं पुनः येष्यत्यसौ कदा राजा सुबाहुप्रियया सह पातकान्मोचयिष्यामि स्तोत्रेणानेन वै कदा तावद्विमानसम्प्राप्त किङ्गिणी जालमण्डितः खण्डारव समाकीर्णो वीणा वेणुसमन्वितः गन्धर्वस्वर संकुष्ठश्चाप्सरोभिः समन्वितः सर्वकामसमृद्धस्तु अन्नोदकविवर्जितः तस्मिन्याने स्थितो राजा सुबाहुप्रियया सह समुत्तीर्णो विमानात् स सुतार्क्ष्यप्रियया सह शस्त्रमादाय तीक्ष्णं तु यावत्कृन्तदि तच्छवं तावद्धि विज्वलेनापि समाह्वानं कृतं तदा भो भो पुरुषशार्दूल देवोपम भवानिदं करोति निर्घृणं कर्म नृशंसैर्न च शक्यते कर्तुं पुरुषशार्दूलकोऽयं विधिविपर्ययः दुष्कृतं साहसं कर्म निन्द्यं लोकेषु सर्वदा वेदाचारविहीनं तु कस्मात् प्रारब्धवानिह तन्मे त्वं कारणं सर्वं कथयस्व यथा तथा इत्येवं भाषितं तस्य विज्वलस्य महात्मनः समाकर्ण्य महाराजस्वप्रियां वाक्यमब्रवीत् प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा कदा न भाषितं केन यथा यं परिभाषते ममैवं पीड्यमानस्य क्षुधया हृदयं प्रिये निर्गतं चोत्सुकं कान्ते शान्तिश्चित्ते प्रवर्तते यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शान्दिदं तावच्चित्ते समाह्लादो वर्तते चारुहासिनी कोऽयं देवो नु गन्धर्वसहस्राक्षो भविष्यति मुनीनां स्याद्वचः सत्यं यदुक्तं मुनिना पुरा एवमाभाषितं श्रुत्वा प्रियस्यानन्तरं प्रिया राजानं प्रत्युवाचाध भार्या पतिपरायणा सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमं यथा देवर्तते कान्त मम चित्ते तथा पुनः पक्षिरूपधरकोऽयं पृच्छते हितकारिवद एवमाभाषितं श्रुत्वा प्रियाया पृथिवीपतिः बद्धाञ्जलिपुडो भूत्वा पक्षिणं वाक्यमब्रवीद सुबाहुरुवाच स्वागतं महाप्राज्ञ पक्षिरूपधरप्रभो शिरसा भार्यया सार्धं तव पादाम्बुजद्वयम् नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादः भवान् कः पक्षिरूपेण पुण्यमेवं प्रभाषते यादृश्यं क्रियते कर्म पूर्वदेहेन सत्तम सुकृतं दुष्कृतं वापि तदिहैव प्रभुज्यते अध तेनात्मकं वृत्तं तस्याग्रेजनिवेदितं यथोक्तम् कुञ्जलेनापि पित्रा पूर्वं श्रुतं तथा कथयस्वात्मवृत्तान्तं भवान् को मां प्रभाषते सुबाहुं प्रत्युवाचेदं वाक्यं पक्षिवरस्तदा विज्वल उवाच शुकजात्यां समुत्पन्न कुञ्जलो नामदे पिता तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम् नाहं देवो न गन्धर्वो न च सिद्धो महाभुज नित्यमेव प्रपश्यामि कर्म चैवं सुदारुणं कियत्कालं महत्कर्म साकारसंयुतं करिष्यसि महाराज तन्मे कथय साम्प्रतं सुबाहुरुवाच वासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणैः शोष्याम्यहं यदा भद्रगतिं स्वां प्राप्नुयां तदा पुण्यात्मनाभाषितं वै मुनिना संयदात्मना तदाहं पादकान्मुक्तो भविष्यामि न संशयः विज्वल उवाच तवार्थे पृच्छितस्तादस्तेन मे कथितं च यत् तत्तेद्याहं प्रवक्ष्यामि शाश्वतं शृणुसत्तम ॐ अस्य श्रीवासुदेवाभिधानस्य स्तोत्रस्य नारद ऋषिरनिष्ठुप्छन्दः ओंकारो देवता सर्वपादकनाशनार्थे चतुर्वर्गसाधनार्थे च जपे विनियोगः ॐ नमो भगवते वासुदेवाय इति मन्त्रः पावनं परमं पुण्यं देवज्ञं वेदमन्दिरं विद्याधारं भवाधारं प्रणवं वै नमाम्यहं निरावासं निराकारं सुप्रकाशं महोदयं निर्गुणं गुणसम्बद्धं नमामि प्रणवं परम् महाकान्तं महोत्साहं महामोहविनाशनम् आचिन्वं तं जगत्सर्वं गुणातीतं नमाम्यहं भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्धनः अभयं भिक्षुसम्बद्धं नमामि प्रणवं शिवम् गायत्रीसामगायन्दं गीतं गीतप्रियं शुभं गन्धर्वगीतभोक्तारं प्रणवं प्रणमाम्यहं विचारं देवरूपं तं यज्ञस्थं भक्तवत्सलं योनिं सर्वस्य लोकस्य ओंकारं प्रणमाम्यहम् विचारं वेदरूपं तं यज्ञस्थं भक्तवत्सलं योनिं सर्वस्य लोकस्य ओंकारं प्रणमाम्यहम्। तारकं सर्वभूतानां नौरूपेण विराजितं संसारार्णवमग्नानां नमामि प्रणवं हरिं। सर्वलोकेषु वसते एकरूपेण नैकधा धाम कैवल्यरूपेण नमामि प्रणवं शिवम्। सूक्ष्मं सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकं वर्जितं प्राकृतैर्भावैर्वेदस्थानं नमाम्यहम्। देवदैत्यवियोगैश्च वर्जितं तुष्टिभिः सदा दैवैश्च योगिभिर्ध्येयं तमोङ्कारं नमाम्यहम्। व्यापकं विश्ववेत्तारं विज्ञानं परमं शुभं शिवं शिवगुणं शान्तं वन्दे प्रणवमीश्वरम्। यस्य मायां प्रविष्ठास्तु ब्रह्माद्याश्च सुरासुराः न विन्दन्ति परं शुद्धं मोक्षद्वारं नमाम्यहम्। आनन्दकन्दाय विशुद्धबुद्धये शुद्धाय हंसाय परावराय नमोऽस्तु तस्मै गणनायकाय श्रीवासुदेवाय महाप्रभाय। श्रीपाञ्चजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन गदाब्जकेनापि विराजमानं प्रभुं सदैनं शरणं प्रपद्ये। यं वेदगुह्यं सगुणं गुणानामाधारभूतं सचराचरस्य यं सूर्य वैश्वानरतुल्यतेजसं तं वासुदेवं शरणं प्रपद्ये। क्षुधानिधानं विमलं सुरूपमानन्दमानेन विराजमानं यं प्राप्य जीवन्ति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये। तमोघनानां स्वकरैर्विनाशं करोति नित्यं परिकर्महेतुः उद्योदमानं रविदीप्ततेजसं तं वासुदेवं शरणं प्रपद्ये। यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति यः प्राणिनां मन्दरगः स वायुस्तं वासुदेवं शरणं प्रपद्ये। स्वेच्छानुरूपेण स देवदेवो बिभर्ति लोकान् सकलान् महीपान्। सन्तारणे नौरिव वर्तते यस्तं वासुदेवं शरणं प्रपद्ये। अन्तर्गतो लोकमयः सदैव पचत्यसौ स्थावरजङ्गमानां स्वाहा मुखो देवगणस्य हेदुस्तं वासुदेवं शरणं प्रपद्ये। रसैः सुपुण्यैः सकलैः सहैव पुष्णादिसौम्यो गुणदश्च लोके। अन्नानि यो निर्मलतेजसैव तं वासुदेवं शरणं प्रपद्ये। अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः विना कृषिकैर्विषयान् प्रभुङ्क्ते तं वासुदेवं शरणं प्रपद्ये। जीवस्वरूपेण बिभर्ति लोकांस्ततस्वमूर्तान् सचराचरांश्च निष्केवलो ज्ञानमयसु शुद्धस्तं वासुदेवं शरणं प्रपद्ये। दैत्यान्तकं दुःखविनाशमूलं शान्तं परं शक्तिमयं विशालम् यं प्राप्य देव विनयं प्रयान्ति तं वासुदेवं शरणं प्रपद्ये सुखं सुखान्तं सुखदं सुरेशं ज्ञानार्णवं तं मुनिपं सुरेशं सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये यज्ञाङ्गरूपं परमार्थरूपं मयान्विदं मा पदिमुग्रपुण्यं विज्ञानमेकं जगदां निवासं तं वासुदेवं शरणं प्रपद्ये अम्भोधिमध्ये शयनं हिदस्य नागाङ्गभोगे शयनं विशाले श्रीपादपद्मद्वयमेव तस्य तद्वासुदेवस्य नमामि नित्यम् पुण्यान्विदं शङ्करमेव नित्यं तीर्थैरनेकैः परिसेव्यमानं तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य अखापहं तद् पादाम्बुजं रक्तमहोत्पलाभमम्भोज सल्लिङ्गजयोपयुक्तम् अलङ्कृतं नूपुरमुद्रिकाभिश्रीवासुदेवस्य नमामि नित्यं देवै सुसिद्धैर्मुनिभिः सदैव नुदं सुभक्त्या उरगाधिपैश्च तत्पादपङ्केरुहमेव पुण्यं श्रीवासुदेवस्य नमामि नित्यम् यस्याभिपादाम्भसि मज्जमानापूदादिवं यान्ति विकल्मषास्ते मोक्षं लभन्ते मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये पादोदकं तिष्ठति यत्र विष्णो गङ्गादितीर्थानि सदैव तत्र पिबन्ति येद्यापि स पापदेहास्ते यान्ति शुद्धा सुगृहं मुरारेः पादोदकेनाभ्यभिषिच्यमाना उग्रैश्च पापैः परिलिप्तदेहाः ते यान्ति मुक्तिं परमेश्वरस्य तस्यैव पादौ सततं नमामि नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनस्तु श्रीवाजपेयस्य फलं लभन्ते सर्वार्थयुक्ताश्च नरा भवन्ति नारायणं तं नरकाधिनाशनं मायाविहीनं सकलं गुणज्ञं यं ध्यायमाना सुगतिं प्रयाति तं वासुदेवं शरणं प्रपद्ये यो वद्यस्त्वर्षिसिद्धचारणगणैर्देवैः सदा पूज्यते यो विश्वस्य विसृष्टिहेतु करणे ब्रह्मादिदेवप्रभुः यः संसारमहार्णवे निपति तस्योद्धारको वत्सलस्तस्यैवापि नमाम्यकं सुचरणौ भक्त्या वरौ पावनौ यो दृष्टो मखमण्डपे सुरगणैः श्रीवामनसामगः सामोद्गीतकुतूहलसुरगणैस्त्रैलोक्य एकप्रभुः कुर्वन्तं नयने क्षणैः शुभकरैर्निष्पापदां तद्बले तस्याहं चरणारविन्दयुगलं वन्दे परं पावनम् राजं तं द्विजमण्डले मखमुखे ब्रह्मश्रिया शोभितं दिव्येनापि सुतेजसा करमयं यं चेन्द्रनीलोपमं देवानां हितकाम्यया सुतनुजं वैरोचनस्यापितं याचन्तं मम दीयतां त्रिपदकं वन्दे प्रभुं वामनम् तं द्रष्टुं रविमण्डले मुनिगणैः सम्प्राप्तवन्दं दिवं चन्द्रार्कास्थमयान्तरे किल पदा संच्छादयन्तं तदा तस्यैवापि सुचक्रिणसुरगणाः प्रापुर्लयं साम्प्रतं काये विश्वविकोशकेदमतुलं नौमि प्रभोर्विक्रमम्। इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमहात्म्ये च्यवनचरित्रेष्ठनवतितमोऽध्यायः। ॐ